पठामि संस्कृतं नित्यं वदामि संस्कृतं सदा ध्यायामि संस्कृतं सम्यक् वन्दे संस्कृतमातरं संस्कृतस्य प्रसाराय नैजं सर्वं ददाम्यहं संस्कृतस्य सदा भक्तो वन्दे संस्कृतमातरं संस्कृतस्य कृते जीवन् संस्कृतस्य कृते यजन् आत्मानमाहुतं मन्ये वन्दे संस्कृतमातरं हिन्दुधर्मं समाजं च पवित्रां संस्कृतिं तथा संरक्षणं कुर्याम विश्वं शान्तिसमन्वितम्। पाठ्य वस्तु अच्छा वस्तुना संविभागं करोति किं, शेर करोति किम्? हाँ विवेक महोदय उत्तरं सम उत्तर अस्ति उत्तर द्वितीयः निश्वासः सप्तसप्ततितमे पुटे। तत्र किञ्चित् ततः तस्य पूर्वतनपुटे एव वयम् अद्य आरभामहे। यतः किञ्चित् तत्र गौरसिंहः गोपीनाथः द्वयोरपि मध्ये भ्रमः जायते खलु, अतः एकवारं तत् पठित्वा किञ्चित् पुनःस्मरणं कुर्मः। तदनन्तरं पेज नंबर किम सर्वेषां भोजनं समाप्तम्। आम् नाम अस्माकं तु षड्वादनम् इदानीम् अतः इतः परम् अस्माकम् आहा यावत् शक्यं तावत् बृहत् करोतु महोदय। पेज नंबर किम 75 पश्यामः प्रथमम्, अनन्तरं वदामि अहं। पञ्चसप्ततितमं पुटं स्वीकरोतु। गोपीनाथस्य विषयं द्विसप्ततितमे पुटे अस्ति। अत्र पर्य आम् आम् तत्र अस्ति। इतोपि पूर्वतनपुटं स्वीकरोतु। ततोपि इदानीं गौरसिंहः तत्र आगतः, शिवराजं दृष्टवान् खलु सः। सर्वं वृत्तान्तं सः वदति, गौरसिंहस्तु शिववीरस्यापि तत्प्राप्तिचरितशुश्रूषाम् अवगत्य संक्षिप्य सर्वं वृत्तान्तम् अवोचत्। तत्प्राप्ति इत्युक्ते कस्य प्राप्ति इति जानन्ति खलु सर्वे। इदानीं कश्चन दूतः आगच्छति खलु, अफजल् खानस्य कश्चन दूतः वा भटः वा कोऽपि अथवा चारः गूढचारः आगतवान्, तं मारितवान् खलु गौरसिंहः पूर्वतनम्। अनन्तरं तस्य वस्त्रस्य कटिबन्धे एकं पत्रं प्राप्तं खलु, तत् पत्रं किञ्चित् सुरक्षितं स्थापयन्ति ते। तदा यदा गौरसिंहः तत् पत्रं बहिः दर्शयति, तदा सर्वे किञ्चित् जिज्ञासा भवन्ति तेषां, किमेतत्, कुतः, कथं, कस्मात् इत्यादि प्रश्नाः पृच्छ्यन्ते। तदा गौरसिंहः तस्य शिवराजस्य अपि तस्य प्राप्तेः विषये कुतूहलः अस्ति इति कृत्वा तस्य विषयं संक्षिप्य वदति सः। अनन्तरं पुनः शिवराजः पृच्छति, दर्श्यतां, प्रसार्यतां, पठ्यतां, कथ्यताम् इत्यादीनि, किञ्चित् विस्तरेण पठतु इति। तदा शिववीरः गौरसिंहः तद्वदति, अहं किञ्चित् संक्षेपेण एतत् पठित्वा एव वदामि, सर्वे किञ्चित् अवधानेन शृण्वन्तु। भगवन् सर्पाकारैः अक्षरैः पारसीभाषायां, पारस्यभाषा, पारसीभाषा इत्युक्ते पार्सी, लिखितं पत्रमेतदस्ति। एतस्य सारांशोऽयमस्ति, विजयपुराधीशः इत्युक्ते बिजापुर सुल्तान् स्वप्रेषितम् अफजलखानं सेनापतिं सम्बोध्य लिखति यत् वीरवरा, पूर्वमेव अफजलखानं प्रेषितवान् सः, तस्मै एव सः पत्रं प्रेषितवान् दूतेन, दूतस्य द्वारा। परन्तु सः दूतः एव इदानीं मारितः, पत्रं तु एतेषां हस्ते इदानीं अस्ति। अतः तत्र तस्मिन् पुटे पत्रे किमस्ति इति पश्यामश्चेत् तत्तु अवजनकालस्य कृते, अफजलखानस्य कृते, महाराष्ट्रराजेन सह योद्धुं प्रस्थितोऽसि भवान् इति, मास्मभूत् कश्चन अन्तरायः तव विजये इति, कोऽपि विघ्नः न भवेत् इति मम आशयः इति वदति। शिवं युद्धे जेष्यसि चेत् पद्भ्यां सिंहं जितवान् असि इति मन्से, तावत् कष्टम् इति। शिवराजं जेतुं महान् पराक्रमः आवश्यकः, तत्तु अद्भुतविषयः इति। तथा करोति चेत् पद्भ्यां केवलं पदातिः भूत्वा इत्युक्ते स्थले तले एव स्थित्वा सिंहं जितवान् मारयति चेत् यावत् पराक्रमं भवतः शौर्यं भवति, पराक्रमशौर्यादिकं भवति, तत् अहं तथा अहं मन्ये। परन्तु अग्रे सिंहहननापेक्षया, सिंहस्य मारणापेक्षया जीवतः सिंहस्य वशीकारः एव अधिकं प्रशस्यः इति। सजीवं शिवराजम् आनयति चेत् तत् सः प्रशंसात्मकविषयः। मारणं भवत् चिन्ता नास्ति, परन्तु ततोपि उचितं भवति जीवसहितं शिवराजम् आनयति चेत् इति, बन्दी कृत्वा आनयति चेत्, बन्दीकृत्य आनयति चेत् तदेव वरम् इति। तद्यदि छलेन जीवन्तं शिवमानयेः, तद्वीरपङ्गवोपाधिदान शिवमानयेः, शिवमानी इति मानयेः, शिवम् आनयेः, ओ जीवन्तं शिवम् आनयेः, तत् वीरपुङ्गवोपाधि दान सहकारेण, उपाधिदानसहकारेण तव महतीं पदवृद्धिं कुर्यां, सर्वं ददाति इति, बहुमानं अनन्तरं पदवृद्धिम् इति कृते अग्रि ततोपि उन्नतपदमपि अहं दास्यामि इति. गोपीनाथपण्डितोपि मया तव निकटे प्रस्थापितोऽस्ति. इत्युक्ते गोपीनाथपण्डितः इति कश्चन, सः विजयपुराधीशस्य सभायामेव अस्ति गोपीनाथपण्डितः. तमपि अहम् उक्तवान् अस्ति भवतः विषयं प्रति. सः मम तात्पर्यं विशदीकृत्य तव निकटे कथयिष्यति. सः भवन्तं भवता सह मिलित्वा सर्वं वदति इति. अतः सः एव एतत्तु एतस्य एतत् किं शिवमपि साक्षात् करिष्यति. इत्युक्ते शिवराजस्य दर्शनमपि सः कारयति इति अर्थः. साक्षात् करिष्यति इत्युक्ते साक्षात् दर्शनं प्राप्तुं सः एव अवकाशं कल्पयति, व्यवस्थां करोति इति अर्थः भवति सः. अतः गोपीनाथपण्डितः प्रायः विजयपुराधीशस्य पक्षे एव अस्ति इति अहं चिन्तयामि. पश्यामः इति आकर्णयतः एव शिववीरस्य अति अधिककोपं जातं तस्य. अरुणकौशेयजालनिबद्धौ मीनौ इव नयने सञ्जाते इति. इत्युक्ते अरुणकवर्ण कौशेय वस्त्रे पट्टवस्त्रे जालं भवति चेत् तत्र मीनौ निबद्धं, मीनौ इव तस्य नयने सञ्जाते. मीनस्य वर्णः अपि अरुणवर्णः एव भवति खलु. तावान् कोपः आगच्छति शिवराजस्य. मुखं च बालभास्करबिम्बविडम्बनामालम्बे. बालभास्करः यथा रक्तवर्णीयः भवति सद्यो जात सूर्यः, किञ्चिदिव उपरि गच्छति चेत् बहु अरुणवर्णीयः भवति खलु. किमर्थम् इति सर्वे जानन्ति. अरुणः सारथिः, सः प्रथमम् आगच्छति खलु. अतः सूर्यः एव अरुणवर्णे अस्ति इव भासते इति अर्थः. अतः तादृश अरुणवर्णः अरुणवर्णीयौ अरुणवर्णीये भवति भवतः शिवराजस्य नेत्रे. अनन्तरं मुखमपि अस्तु. अग्रे अग्रिमपृष्ठम् अनन्तरं सः दक्षिणकरपल्लवेन श्मश्रुपरामृशन् आकाशे दृष्टिं बद्ध्वा एवं कोपेन वदति, हे विजयपुरकलङ्क, स्वयमेव जीवन् शिवः तव राजधानीम् आक्रम्य वीरपुङ्गवोपाधिसहकारेण तव महतीं पदवृद्धिम् अङ्गीकरिष्यति. तत् किं प्रेषयसि मृत्योः कीडनकान् एतान् कदर्यातकान् इति. अत्र अर्थः भवति माम् आनेतुं भवतः प्रयत्नः मास्तु, अहमेव जीवन्नेव अहमेव आगमिष्यामि. कथम् आगमिष्यामि? राजधानीम् आक्रम्य तव महतीं पदवृद्धिम् अङ्गीकरिष्यति शिवः एषः एव इति. अस्तु अस्तु, इदानीं प्रेषयसि किं मृत्योः क्रीडनकान् एतान् इति. यतः मृत्युः क्रीडनकरीत्या तैः सह क्रीडति, प्राणिभिः सह खलु. मृत्युः किं करोति? सर्वेषां प्राणिनां मरणं कारयति खलु, करोति खलु. अतः एते मानवाः मर्त्याः सर्वे मृत्योः क्रीडनकाः. तथा अहं करिष्यामि भवता, यान् यान् भवान् प्रेषयति तान् सर्वान् मृत्योः क्रीडनकान् करिष्यामि इति. ते कथं कीदृशाः ते इत्युक्ते कदर्यहतकान् इति. कदर्याति बहु नीचान् इति अर्थः इति सः वदति. पृच्छच्च, ज्ञायते वा कश्चित् वृत्तान्तः गोपीनाथपण्डित? इदानीं गोपीनाथपण्डितस्य विषयः कः इति पुनः पृच्छति गौरसिंहः. तदा यावत् गौरसिंहः किमपि विवक्ष्यति तस्य वचनात् पूर्वमेव प्रतिहारः प्रविश्य गोपीनाथस्य आगमनं वदति. भगवन् दुर्गद्वारे कश्चन गोपीनाथ नामा पण्डितः श्रीमन्तं भवन्तम् इति अर्थः दिदृक्षुः उपतिष्ठते। न अयं समयः प्रभूणां दर्शनस्य पुनरागम्यताम् इति अहं बहुशः मया बहुशः कथ्यमानोऽपि किञ्चन अत्यावश्यक अग्रे कार्यम् कार्यमिति सः प्रतिजानाति। अस्तु, प्रतिजानाति इति जानन्ति खलु, किञ्चित् बलात् वदति इति, प्रतिज्ञां कृत्वा वदति, तदत्र प्रभुचरणः एव प्रमाणम्। अस्तु, तदवगत्य ओ सोऽयं गोपीनाथः गोपीनाथः इति सः सतर्कं सोत्साहञ्च सः निखिलेषु वा व्याकृतवस्तु। गोपीनाथः आगच्छति, तदपि बहु त्वरया शिवराजेन सह मेलितुम् इच्छति इति भवति चेत् तत् किञ्चित् कार्यस्य त्वरा अपि भवति इति अर्थः इति सर्वे सिद्धाः सन्ति। तदा शिववीरेण निजबाल्यप्रियः इत्युक्ते वयस्कः स्नेहितः माल्यश्रीक नामानं तस्य बाल्यस्नेहितं प्रेषयति शिववीरः गम्यतां दुर्गान्तरे एव महावीरमन्दिरे तस्मै वासस्थानं दीयतां। भोज्यपर्यङ्कादि सुखदसामग्री जातेन सत्क्रियतां, ततः अहमपि साक्षात् करिष्यामि इति जानन्ति तत् किम् इति। ततः बाढमिति उक्त्वा सः माल्यश्रीकः गतवान्। अनन्तरं कः वदति अग्रे, सः एव वदति वा पश्यामः, कः वदति इति। अनन्तरम् आज्ञा चेत् अहम् अद्यैव अपजलखानं कथमपि साक्षात् कृत्य तस्य अखिलं व्यवसितं विज्ञाय प्रभुचरणेषु विनिवेदयामि। न अधुना मम क्षान्तिः शान्तिश्च, यतः सन्यासिवेषोऽहं समागच्छन् द्वयोः यवनभटयोः वार्तया अवागमम्। गोपीनाथः एव वदति इति मन्ये। गौरसिंह गौरसिंह वदति महोदय, गो गो इति सर्वदा गौरसिंहः पूर्वं सः सन्यासिवेषे एव आगतवान्, द्वारपालकः तस्य अनुमतिं न दत्तवान्, तत् सर्वं स्मरन्ति खलु। अनन्तरं सः तस्य सन्यासिवेषं त्यक्त्वा सः दर्शयति। अनन्तरं पुनः सः एव वदति, गौरसिंहः एव वदति, अहम् एतेन एव सन्यासिवेषेण एव पुनः यदा अहम् आगच्छन् आसं तदा वीरद्वयेन उक्तम् आसीत् तत् युद्धं कर्तुं ते सन्नद्धाः, श्वः एव एते युयुत्सन्ते युद्धं कर्तुम् इच्छन्ति इति सः ज्ञातवान् गौरसिंहः। तत्तु मन्दं कर्णान्तिकं व्याहर्षीत्, शिवराजस्य कर्णयोः सः उक्तवान्। तदा किं करो वदति शिवराजः, वीरः वीर कुशलोऽसि, सर्वं करिष्यसि, जाने तव चातुरीं, तत् यथेच्छं गच्छ, नाहं व्याहन्मि तव उत्साहं, च भवतः उत्साहभङ्गम् अहं न करिष्यामि। नीतिमार्गान् वेत्सि, किन्तु परिपन्थिनः इत्युक्ते शत्रवः एते अत्यन्तनिर्दयाः, क्रूरिणः, अतिकदर्याः, अतिकूटनीतयश्च सन्ति, वञ्चनाकारः, अतः एतैः सह परमसावधानतया व्यवहरणीयम् इति कथयित्वा शिववीरः तं विससर्ज गौरसिंहं। गौरसिंहस्तु त्रिः प्रणम्य, त्रिवारं प्रणम्य उत्थाय निवृत्य निर्गत्य, अस्तु सपदि तस्याः एव निम्बतरुतलवेदिकायाः समीपम् आगत्य पुटम् सहचरं कुमारं, पूर्वं सः तेन सह कश्चन बालकः आगतः खलु, सः एव तं कुमारम् इङ्गितेन आहूय, संज्ञां कृत्वा आहूय कस्मिंश्चित् स्वसङ्केतितभवने प्रविश्य आत्मनः कुमारस्य अपि स्वसङ्केतितभवने इत्युक्ते पूर्वमेव एवं गुप्तवेषेण यदा यदा गच्छति सदा किञ्चन गृहम् अस्ति, साङ्केतिकगृहं, तत्र एव गच्छति. आत्मनः कुमारस्यापि केशान् प्रसाधनिकया प्रसाद्य मुखम् आर्द्रपटेन प्रोच्य ललाटे सिन्धूरबिन्दुतिलकं विरचय्य उष्णीषम् आपहाय, उष्णीषं प्रायः उष्णीषं तत्र तयोः शिरसि उष्णीषम् आसीत् इति मन्ये, तत् अपहाय निष्कास्य शिरसि सूचिस्यूतां सौवर्णकुसुमलतादिचित्रविचित्रितां उष्णीषिकां सन्धार्य, या यथा तादृश मुहम्मदीयाः धरन्ति तादृश उष्णीषं, साधारण उष्णीषं न भवति, तत्र बहु चित्रविचित्रित एम्ब्राय्डरी सर्वं भवति खलु, तादृशम् उष्णीषं तत्र सन्धार्य शरीरे हरितकौशेय कञ्चुकिकामायोज्य, कञ्चुकिकामपि आयोज्य कौशेयकञ्चुकीम्, अनन्तरं क्षम्यतां हरितकौशेयवर्णकञ्चुकिकां, तत्तु उपरि वस्त्रम्, अनन्तरं वस्त्रम् इत्युक्ते उपरि कञ्चुकमेव तत्, अनन्तरं पादयोः शोणपट्टनिर्मितं अधोवसनम् आकलय्य, शोणपट्ट इत्युक्ते रक्तवर्ण किञ्चिदिव पाटलवर्णम् इति स्वीकरोतु, रक्तवर्णं न पाटलवर्णं, शोणपट्टनिर्मितम् अधो पट्टन् इत्युक्ते कौशेयं तदपि अधोवसनम् आकलय्य दिल्लीनिर्मिते महार्हे उपानौ धारयित्वा अत्युत्तमपादुकामपि धारयित्वा, अनन्तरं तत्रापि तत्र चित्रविचित्रितवर्णाः सन्ति, तादृशकार्यम् अस्ति, कार्यकौशलम् अस्ति. लघीसीं तानपुरिकामेकां सह नेतुं सहचरहस्ते समर्प्य गुप्तछुरिकां, छुरिकामपि स्थापयन्ति रहसि, दन्तावलदन्तमुष्टिकां यष्टिकां मुष्टौ गृहीत्वा, दन्तावला इत्युक्ते तत्र गजः, तस्य दन्तेन निर्मितं मुष्टिकां यष्टिकां, यष्टेः उपरि तत्तु मुष्टिभागः भवति खलु, तत्र दन्तेन आवृतमस्ति, तादृशं यष्टिकां मुष्टौ गृहीत्वा पटवासैः दिगन्तं दन्तुरयन्, पटवासैः इत्युक्ते सुगन्धितद्रव्यैः दिगन्तं दन्तुरयन्, दन्तुरयन् इत्यस्य उन्नतयन् इति अस्ति, अतः किं दिगन्तं दन्तुरयन् अस्तु, साधारणतया तथा एव गच्छन्ति खलु मोहम्मदीयाः, यद्यपि तेषां तत् अग्रे आगच्छति, मालिन्यं भवति बहु स्वेदस्य कारणेन, सर्वदा तत्र कुक्कुटमांसं सर्वदा खादन्ति इति कारणेन लशुनम् इत्यादि वस्तूनि अपि पश्यतु, लशुनम् इत्यादीनि, अनन्तरं कुक्कुटमांसं खादित्वा खादित्वा तेषां शरीरे सर्वत्र दुर्गन्धः भवति इत्यपि वदति सः, अनन्तरं अतः एव सुगन्धद्रव्याणि सः सः लेपयति, अनन्तरं पुनः तत्र तेन गन्धेन दिगन्तं दन्तुरयन् सर्वत्र गन्धः भवति सुगन्धः, करस्थपटखण्डेन मुहुः मुहुः आननं प्रोञ्छन् गायकवेषेण अफजलखानशिबिराभिमुखं प्रतस्थे, पुनः पुनः स्वेदं भवति स्वेदः भवति इति कारणेन प्रोञ्छन् गच्छति. इदानीं इतः परमपि पठितं वा, पठितभागः वा एषः? आं महोदय, पठितं. तौ द्वौ तत्र शिबिरं शिबिरस्य अन्तः गच्छतः इति यावत् पठितं तावत् पर्यन्तं वा? अस्तु, अत्र इव एवं किञ्चित् अर्थेन सह वदामि वा अथवा अग्रे पश्या गता गच्छामः वा? एवं भवतु महोदय, यथा एतावत् पर्यन्तं कृतम्। भवतु वा? अतः तौ तरितं गच्छन्तौ सपदि एव झटिति एव परश्चतश्वेतपटकुटीरैः शारदमेघमण्डलायितम्। इत्युक्ते तत्र युद्धसन्नद्धाः सन्ति खलु ते सर्वे, अतः एव तत्र श्वेतपटकुटीरः पटगृहः गृहः बहवः सन्ति तत्र, तदपि श्वेतवर्णीयः टेण्ट्स्। अनन्तरं तत् कथमस्ति इत्युक्ते शारदशरद मण्डलयि न श्रूयते महोदये। स्क्रीन् क्लोस् अस्ति। महोदये किमपि न श्रूयते। श्रूयते किम्? अद्य श्रूयते। एतत् किञ्चित् बृहत् करोति वा? अस्तु। दीपमाला विहित बहुलचाकचक्यम् अफजलखानशिबिरं दूरतः एव पश्यन्तौ, यावत् समीपम् आगच्छतः तावत् कश्चन कोकनदच्छवि वस्त्रखण्डवेष्टितमूर्धा कटिपर्यन्तसुनद्धकाकश्यामाङ्गरक्षिकः कर्बुराधोवसनः कर्बुर अधोवसनः शोणश्मश्रुः विजयपुराधीशनामाङ्कितवर्तुलपित्तलपट्टिकापरिकलित वाम तावत्पर्यन्तं वदामि इदानीम्। अत्र सर्वत्र दीपानां माला एव अस्ति इति कारणात् तत् चाकचक्यम् इत्यस्य अर्थः भवति तेजस् कान्तिः प्रकाशः इति भवति। तत्र दीपमाला एव अस्ति इति कारणात् बहु प्रकाशः अपि भवति तत्र। तत्र मुख्यतया अवजनकालस्य शिबिरं तथा अस्ति इति बहु सुन्दरं भवति। दूरतः एव पश्यन्तौ आगच्छतः, समीपं यदा आगच्छतः तदा कोकनदच्छवि वस्त्रखण्डवेष्टितमूर्धा, तस्य अभजनकानस्य वर्णनम् एतत् इति मन्ये। कोकनाद इत्युक्ते रक्तकमलं, तस्य कान्ति तादृश रक्तकमलवर्णीय वस्त्रखण्डेन वेष्टितम् अस्ति मूर्धा, इत्युक्ते उष्णीषं तेन कृतम् अस्ति। अनन्तरं कटिपर्यन्तं सुनद्ध काकश्याम अङ्गरक्षिकः, अङ्गरक्षिकः इत्युक्ते तत् कवचं भवति। काकश्याम काक इव काकः इव श्यामवर्णीय कवचं धरति सः। कर्बुराधोवसनः, कर्बुर इत्युक्ते अनेकवर्णः कदम्बवर्णाः इति भवन्ति, तादृश अधोवसनः। अनन्तरं शोणश्मश्रुः, तस्य श्मश्रुः अपि शोणवर्णे अस्ति, पाटलवर्णे। अनन्तरं तस्य वक्षस्थले वामभागे सः धरति विजयपुराधीशनामाङ्कितवर्तुलपित्तलपट्टिकापरिकलित बैड्ज्, पित्तलबैड्ज् सः धरति, तत्र विजयपुराधीशस्य नाम लिखितमस्ति। वामवक्षस्थलः तादृश वक्षस्थले तत् पट्टिका, अनन्तरं स्कन्धे भुशुण्डी एतद् निधाय इतस्ततः गतागतं कुर्वन् सावष्टम्भम् उर्दुभाषया उवाच। सावष्टम्भम् इत्युक्ते बहु गर्वेण, अवष्टम्भः इत्यस्य गर्वः इत्यपि अर्थः भवति। अस्तु, सः उर्दुभाषया वदति। सः अफजलखानः वा अथवा द्वारपालकः वा? द्वारपालकः, अफजलखानः न, अहं चिन्तयामि द्वारपालकः इति। गतागतं कुर्वन् इत्युक्ते सः एव खलु, कोयं कोयम् इति. तदा गौरसिंहेनापि गायकोऽहं श्रीमन्तं दिदृक्ष्ये, अहं श्रीमन्तम् इत्युक्ते अधिकारिणं द्रष्टुमिच्छामि इति समार्दवं व्याख्यायि. मार्दवं बहु मृदु ध्वनिना सह वदति व्याख्यायि. ततः गम्यताम् अन्येपि गायकाः वादकाश्च सम्प्रति एव अस्तु गम्यतां, यतः अन्येपि गायकाः इदानीमेव गतवन्तः इति कथयति प्रहरिणी. ओ प्रहरी एव एतद् वदति. सः तदपि वदति, घृतेन स्नातु भवद्रसना इति व्याहरन् शिबिरमण्डलं प्रवेश. सः बहु सुलभेन अन्तः गन्तुं सः इदानीं प्रभवति खलु, अतः आशीर्वादं करोति द्वारपालकं प्रति, घृतेन स्नातु भवद्रसना इति. अनन्तरं तत्र च इतोपि अग्रे पठनीयं खलु. आम् इतः पठताम् पठामि महोदय. तत्र च क्वचित् कट्वासु पर्यङ्केषु च उपविष्टान् सगडगडाशब्दं ताम्रकधूममाकृष्य मुखात् कालसर्पाणिव श्यामलनिश्वासानुगिरतः स्वहृदयकालिमानमिव प्रकटि स्वपूर्वपुरुषोपार्जित पुण्यकालानिव पुण्यलोकानिव भूत्काल अग्नि अग्निस्त अग्निसात् कुर्वतः मरणोत्तरम् अतिदुर्लभं मुखाग्निसंयोगं जीवनदशा दशायाम् एव आकलयतः प्राप्ताधिकार कलित अकर्व गर्वान् न कलिताकर्व एव कलिताकर्व गर्वान् क्वचित् हरिद्रा हरिद्रा लशुनं लशुनं मरीचं मरीचं चुक्रं चुक्रं चुक्रं विदुन्नकं विदुन्नकं शृङ्गवेरं शृङ्गवेरं रामटं रामटं मत्सयन्ति मत्सयन्ति मत्स्या मत्स्याः कुक्कुटाण्डं कुक्कुटाण्डं पललं पललम् इति कलकलैर्बालानां निद्रां विद्रावयतः समीप संस्थापित कुतूकुतुप कर्करी कण्डोल कटकटाः गम्बि कडम्बान् उग्रगन्धीनि मांसानि शूलाकुर्वतः न कम्पचा स्वागुः स्थालिकासु प्रस्थापितः किङ्गुगन्धीनि तेमनानि तिन्तिडीरसैर्मिश्रयतः परिपिष्टेषु कलम्बेषु जम्बीरनीरं तिन्तिडीरसैः मिश्रयतः मिश्रयतः परिपिष्टेषु कलम्बेषु जम्बीरनीरं निश्चयोतयतः निश्च्योततः क्षम्यतां निश्चोतयतः निश्च्योतयतः मध्ये मध्ये समागच्छत् ताम्रचूडान् व्यजनताडनैः पराकुर्वतः पराकुर्वतः त्रपुलिप्तेषु त्रपुलिप्तेषु ताम्रभाजनेषु आरणालं परिवेशयतः सूदान् क्वचित् वक्त्रं प्रासादित काकपक्षान् मदव्याधूर्णितशोणनयनान् स्फारस्परिककण्ठग्रहं पर्यटतः यौवनचुम्बितशरीरान् स्वसौन्दर्यगर्वभारेणेव मन्दगतीन् अनवरताक्षिप्तकुसुमेषु बाणैः इव कुसुमैः भूषितान् वसनातिराङ्गितान् अङ्गच्छतान् वासितानपि चिरास्नान महामलिनमहोत्कटस्वेदपूदिगन्तप्रकटीकृता स्पृश्यतान् यवनयुवकान् तावत्पर्यन्तं पर्याप्तम्. भवती यत् यत् उक्तं तत् मांसं तत् सर्वदा तत् सर्वम् आगच्छति. एकवारम् एतत् किञ्चित् पाठितम्, इतोपि अग्रे किञ्चित् पाठितम् आसीत् अन्यस्मिन् वर्गे, अतः एव किञ्चित् अभ्यासः भवतु. अत्र अग्रे किञ्चित् किञ्चित् एवं वाक्य पञ्चवाक्यानि पठित्वा पठित्वा किञ्चित् यावत् शक्यं यावत् अर्थं वक्तुं प्रयत्नं कुर्वन्तु, अनन्तरम् अहमपि एकवारं वदामि. तत्र तत्र च क्वचित् कट्वासु अत्र पर्यङ्के एतावत्पर्यन्तं पठितभागे सर्वत्र सः किं पश्यति इति द्वितीयविभक्तौ बहुवचने पदानि सन्ति खलु, अतः तथा केवलं तत् पठति चेत् पर्याप्तं, सः पश्यति इति. अस्तु. तत्र च क्वचित् कट्वासु पर्यङ्केषु च उपविष्टान् कुत्रापि उपविश्य केचन पर्यङ्केषु खट्वासु उपविशन् उपविष्टवन्तः सन्ति. सगडगडा शब्दं ताम्रकधूममाकृष्य आकृष्य कथं गडगडाशब्दं किम् किमर्थम् आगच्छति जानन्ति खलु? हुक्का हुक्का. तत्र धूमम् आकृष्य ताम्रकधूमम् इत्युक्ते ताम्रकम् इत्युक्ते किम् इति जानन्ति? टोबाको, तम्बाकु. टोबाको ताम्रकम् इति तत्र हिन्दीभाषायां तम्बाकु किमपि वदति खलु. अस्तु. धूमम् आकृष्य कालसर्पाणिव उद्गिरतः कालसर्पाणिव, यतः ततः धूमः आगच्छति इति प्रायः. स्वहृदय कालिमानमिव प्रकटयतः. धूमं तु कृष्णवर्णं वर्णीयमस्ति इति वक्तुं तेषां हृदये कालिमा इत्युक्ते कृष्णवर्णः इत्येव. तत्र हृदये पूर्णतया सदा तादृशभावः एव अस्ति इति कारणात् तत् प्रकटयन्तः इव कृष्णवर्णधूमं निष्कासयन्ति इति. अस्तु अग्रे. स्वपूर्वपुरुषोपार्जित पुण्यलोकानिव भूतकपरैः अग्निसात् कुर्वतः. अत्र एवं किञ्चित् परिवर्तनं करोति इति, पूर्वजानां पुण्येन उपार्जितपुण्यलोकान् भूत्कारैः अग्निसात् कुर्वतः इव इति. तेषां भूत्कारैः सर्वान् इत्युक्ते ताम्रकस्य दाहेन एव खलु धूम आगच्छति. अतः धूमः धूम वा नपुंसकलिङ्गं वा पुल्लिङ्गं वा, धूमः एव खलु, भस्म एव भवति. अस्तु. भूत्कारैः ते दहन्ति इव तत् कुर्वन्ति इति. अस्तु. एतत् अग्रे सम्यक् अस्ति पदम्. मुखाग्निसंयोगं जीवनदशायाम् एव आकलयतः. अवगतं खलु? तत्र मरणोत्तरं यदा दहनक्रिया भवति प्रथमं मुखे एव स्थापयति वा तत्र अग्निं? तत् मुखात् अतिदुर्लभं मुखाग्निसंयोगं जीवन न न अतिदुर्लभम् इति अस्ति. किमर्थं मुखाग्निसंयोगम्? एते यवनाः खलु, अतः दाहसंस्कारः न भवति मरणोत्तरम् इति. ओ, दहनक्रिया एव न भवति खलु तेषाम्? ओ, अतः ओ अस्तु अस्तु. अतिदुर्लभं मुखाग्निसंयोगं जीवनदशायामेव आकलयतः, इदानीमेव ते अनुभवन्ति इति इव. योजनीयं तत्र प्राप्ताधिकार कलिता कर्व गर्वान्. भवता यदुक्तं तत् समीचीनम्, अकर्व एव भवति. अस्तु. प्राप्ताधिकार कलित अकर्व गर्वान्. प्राप्ताधिकारकलित अखर्वगर्वान् इति. अखर्व इत्युक्ते बहु अधिकम् इति अर्थः. खर्व इत्युक्ते ह्रस्व इत्यपि अर्थः भवति खलु. खर्व इत्यस्य वामनः इति अर्थः भवति इति मन्ये. अतः अखर्व इत्युक्ते अत्यधिकम् अत्यधिकं गर्वं प्राप्तवन्तः. किमर्थम्? अधिकारं प्राप्तम् इति कारणात् तेन सह गर्वमपि प्राप्तवन्तः ते इति. तादृशान् इदानीमेव आगतं तादृशान् इति. आकलयतः इत्यादीन् सर्वाणि बहुवचनपदानि. अनन्तरं क्वचित् हरिद्रा हरिद्रा, लशुनं लशुनं, मरीचं मरीचं, शुक्रं अत्र इत्यस्य अर्थः भवति हरिद्रा हरिद्रा इत्यस्य महारजनम् इति अस्ति. तस्य अर्थः रजनी इति, रजनी इति तत् टर्मरिक् यद्वयं वदामः तदेव तावदेव खलु. हरिद्रा इत्युक्ते सः एव अर्थः. अस्तु, अनन्तरं लशुनं लशुनं, मरीचं मरीचम् इत्युक्ते एतदस्ति खलु कृष्णमरीचिका, ब्लाक् पेपर् पेपर्. अनन्तरं चुक्रं चुक्रम् इति अस्ति. तस्य अर्थः कः इति दत्तः. तत् अत्र तु तिन्त्रिणी इति चुक्रम् टेमरिण्ड्, टेमरिण्ड् इति अस्ति. तस्य भिन्नं पदमपि वर्तते तिन्त्रिणी इति वक्तुं. वृक्षाम्लम् इति तदपि सः अपि अर्थः भवति. वृक्षे एव भवति खलु आम्लरुचिः. अतः अनन्तरं विदुन्नकं विदुन्नकं, वितुन्नकं वितुन्नकम् इत्यस्य छत्र इति टीकायाम् अस्ति. छत्र इति पदस्य अर्थः भवति तत्र तादृश द्रव्याणि भवन्ति खलु मसाला कर्तुं भिन्नभिन्नद्रव्याणि. तदपि भवति धनिया. अनन्तरं किमपि अन्यत् अस्ति कन्नडभाषायां मडिवाळा इति वदन्ति. अहं न जानामि तत् किमिति. एतत् सर्वं अत्र तादृश आहारस्य कृते भिन्नभिन्नमसाला स्थापयति खलु तदेव. शम्प् काम्प् क्राम्ब् शोम्प् इत्यादि, लवङ्गम् इत्यादि, धनिया, तत्सर्वम् अस्तु. ऋतुनकम् इत्युक्ते तानि. शृङ्गवेरम् इत्यस्य अपि अर्थः अस्ति इति मन्ये. आर्द्रकम्, आर्द्रकम् इत्युक्ते जिञ्जर्. महोदय, तत्र लशुनं तत्र अनुस्वारः अस्ति, तदनन्तरम् अनुस्वार मकारः दृश्यते. किमर्थम् अत्र तत्र सर्वत्र तादृशं दृश्यते खलु? लशुनं लशुनं मकारः, मरीचं मरीचं, सन्धि सन्धि भोः. एतत् सर्वं तत्र आहारस्य निर्माणं भवति इति मन्ये. अतः एव द्विवारं द्विवारं वदन्ति. एतत्तु एक कश्चन पाचकः भवति चेत् अन्यान् वदन्ति वदति खलु एतद् आनयतु इति. तदा द्विवारं वदति इति अहं चिन्तयामि. किमर्थं द्विवारम् इति अग्रे द्रष्टव्यमस्ति. पश्यामः. मरीचं एतानि सर्वाणि आहारनिर्माणार्थम् आवश्यकानि वस्तूनि खलु एतानि. अतः एव अस्तु. आर्द्रकम् इत्युक्ते तत्र आर्द्रता अस्ति कः. अतः तत्तु केवलं जिञ्जर् इति वदामः. परन्तु रामठम् इत्युक्ते तस्यैव शुष्कं भवति. शुष्कता भवति चेत् तद् भवति खलु न तद् न. एतत्तु वयं ड्रैड् जिञ्जर् तद् भिन्नं, हिङ्गु भिन्नं तत्. एतत्तु ड्रैड् जिञ्जर् तमिळुभाषायां शुक् इति वदामः वयं तदेव. तत् तस्य रामठम् इति नाम. अनन्तरम् अग्रे किमस्ति? मत्स्यण्डी इत्यस्य अर्थः कुत्रापि न लब्धः. मामिका अनन्तरं मम कोशे प्राप्तं तत्र गुडम् राय् अथवा गुडम् अथवा शर्करायाः किञ्चित् द्रवीकृत सान्द्रतायाः द्रवं भवति, शकरपाक शुगर् सिरप्, तत्तु मत्स्यण्डी इति. अनन्तरं मरीचं अग्रे मरीचं जानन्ति खलु, एवं पश्यतु तत्र अस्ति एव सम्भ्रमे द्विरुक्तिः इति. अतः तत्र आहारनिर्माणार्थं सम्भ्रमः भवति, बहवः जनाः सन्ति तेषां कृते आहारनिर्माणम् इति कारणात् सम्भ्रमः भवति. सम्भ्रमः इत्युक्ते सर्वत्र किं वदामः, बहु कार्यम् अधिकम् अस्ति, सः एव सम्भ्रमः. अतः द्विरुक्तिः, अहं चिन्तितवती तदेव समीचीनम् अस्ति. अस्तु, सम्भ्रमे द्विरुक्तिः, चुक्रम् अभवत्, तदनन्तरं किमस्ति पाठे, पललं अस्तु, कुक्कुटाण्डं कुक्कुटाण्डं, तदपि मत्स्याः मत्स्याः तदपि कुक्कुटाण्डम्. अनन्तरं पललं, पललम् इत्युक्ते मांसः इति मन्ये तत्सर्वम् इति. कलकलैः बालानां निद्रां विद्रावयतः. तावान् कुतूहलः अस्ति इत्युक्ते कोलाहलः अस्ति चेत् तेषां निद्रा आगच्छति. अस्तु अग्रे केनापि अन्येन पठितम्. समीप संस्थापित कुतु कुतुप कर्करी कण्डोल कट कटाह कम्बी कडम्बान् उग्रगन्धिनी मांसानि शूला कुर्वतः. तत्र शूले स्थापयन्ति किल तद् उग्रगन्धिनी तत्र उग्रगन्धीनि मांसानि, उग्रगन्धीनि मांसानि शूला कुर्वतः नखं पचा यवागुः स्थालिकासु प्रसारयतः. यवागुः इति किञ्चित् एकवारं पठित्वा स्थापयतु, अनन्तरम् अर्थं पश्यामः. नखं पचा यवागुः स्थालिकासु प्रसारयतः हिङ्गुगन्धीनि तेमनानि तिन्तिडीरसैर्मिश्रयतः सैः मिश्रयतः परिपिष्टेषु कलम्बेषु जम्बीरनीरं निश्च्योतरयतः मध्ये मध्ये समागच्छतस्ताम्रचूडान् व्यजनताडनैः पराकुर्वतः त्रपुलिप्तेषु ताम्रभाजनेषु अरनालं परिवेषयतः सूदान् नाम तत्र आरणालं परिवेशतयः सूदान् सूदान् क्वचित् वक्रप्रसादित काकपक्षान्. एतावत्पर्यन्तं वस्तूनि सर्वाणि विवृतानि, इदानीं सूदाः कथं सन्ति इति अग्रे वदति. सूदान् काकपक्षान् इत्युक्ते जानन्ति खलु अर्थः कः, काकपक्षः इत्युक्ते अतः तत् सूदानां समयविषयः भवति. अतः तत् पूर्वतनं पश्यतु, पूर्वतनं पठितभागं तस्य अर्थं पश्यतु. समीप संस्थापित कुतु कुतुप कर्करी कण्डोल कट कटाह कम्बी कडम्बान् एतानि सर्वाणि पात्रविशेषाः. तत् पाककार्यार्थं पात्राणि आवश्यकानि भवन्ति खलु, तेषां वर्णनम् एतत् सर्वं तत्रैव अस्ति. पश्यतु, कुतुः इत्युक्ते चर्मनिर्मितं तैलाधारपात्रम्. अनन्तरं समीपे एव स्थापितानि तसानि. अनन्तरं कुतुपः इत्युक्ते तदेव तैलाधारपात्रम्, इतोपि लघुपात्रम्. अनन्तरं कर्करी इत्युक्ते हस्तप्रक्षालनाति योग्यं पात्रं, तत्र दर्वी इत्यपि भवति तत्तु कर्करी इत्यस्य. अस्तु, अनन्तरम् अग्रे कृत्तिकायां पश्यतु. यवनानां बधन इति कण्डोलः पिटः वेणुदलादि रचितः भाण्डविशेषः अस्तु. अत्र उग्रगन्धीनि मांसानि शूलाकुर्वतः नखं पच यवागुः. नखं पच इत्युक्ते यवागुधान्यानां पक्वता अस्ति वा न वा इति परीक्षितुं किञ्चित् कुर्वन्ति खलु, हस्त अङ्गुल्यां कुर्मः खलु, तदेव नखं पच. अनन्तरं तावत् पर्याप्तं नखं गच्छति चेत् यावत् पक्वता भवति तत् पर्याप्तम् इति, यावती पक्वता तत् पर्याप्तम्. अस्तु, अनन्तरं तादृशी यवागुः स्थालिकासु प्रसारयन्ति. अनन्तरम् इङ्गुगन्धिनी तेमनानि रसैः मिश्रयतः, तत्र तेमनानि इत्युक्ते व्यञ्जनानि, तत्र तिन्तिनिरसं तत्र मिश्रयित्वा पाकस्य पूर्णता भवति खलु. अनन्तरं परिपिष्टेषु कलम्बेषु जम्बीरनीरं निश्चोतयतः, तत्र जम्बीरनीरं निष्पीडयन्ति, मध्ये मध्ये निश्चोतयन्ति इत्युक्ते तत्र फिल्टर् कुर्वन्ति इति वा, निश्चोतयन्ति अर्थः तस्य अर्थः कः? स्क्वीज़ इति चिन्तयामि महोदय, निष्पीडयन्ति निष्पीडनम् इति, निष्पीडनं वा भवितुम् अर्हति. क्षारयतः, ओ क्षारयतः, क्षारयतः प्राय फिल्टर् एव किल, किञ्चित् पूर्वतनप्रश्नं दर्शयतु. गम्भीरनीरं परिपिष्टेषु कलम्बेषु निश्चोतयति. परिपिष्टेषु कलम्बेषु इत्युक्ते किमपि व्यञ्जनं कृतं तत्र परिपिष्टम् अस्ति, तत्र गम्भीरनीरं निश्चोतयतः, प्रायः मिश्रणमेव इति मन्ये. मध्ये मध्ये मध्ये मध्ये समागच्छतः ताम्रचूडान् व्यजन ताडनैः, पराकुर्वत विद्रावयन्ति, विद्रावयतः त्रपुलिप्तेषु ताम्रभाजनेषु आरणालं परिवेशयतः सूदान्. ओ पश्यतु, निश्चोतयतः इत्यस्य अर्थः क्षारयतः. क्षारयतः इत्युक्ते लवणं मिश्रयति इति भवति खलु, क्षार लवणस्य लक्षणमस्ति क्षारताम् इति. अस्तु, अत्र आरणालम् इत्युक्ते काञ्जिकम् इति उक्तं. काञ्जिकम् इत्युक्ते सूप्, गञ्जिका इति, कञ्जि इति वदामः, गञ्जिका इति वदन्ति, तस्य एव आरणालम् इति नाम. तत्र परिवेशतः सूदान् तथा कुर्वतः सूदान् सूदान्. अत्र त्रपुलिप्तेषु ताम्रभाजनेषु इति एकं पदमस्ति खलु, तत्र साधारणतया ताम्रपात्राणि पित्तलपात्राणि भवन्ति चेत् तत्र बहिः कथमपि भवतु चिन्ता नास्ति, परन्तु अन्तर्भागे तत् किञ्चित् त्रपु लेपयन्ति, कलायं कलायम् इति वदन्ति तस्य. इदानीन्तनकाले तादृशदृश्यमपि केनापि न दृश्यते, अनुभूयते अपि, यतः सर्वं भिन्नभिन्नपात्रेषु एव पाकः क्रियते खलु. परन्तु बहु बृहत् बृहत् भाण्डानि भवन्ति चेत् तत्र एतत् तिन्त्रिणीरसस्य मिश्रणेन विषं सञ्जायते, अतः एव तत्र किञ्चित् उपरि अन्तर्भागे एतत्तु त्रपु सम्यक् उष्णीकृत्य तत्र लेपयन्ति. तत् इदानीमपि चेन्नैनगरे तादृश प्रदेशेषु कलायं पूषरदु पूषरदु इति कलाय उच्चैः तत्र आगच्छन्ति, वीथिषु एव आगच्छन्ति गृहं गृहम्. अत्र इदानीन्तन पित्तलपात्रमपि नास्ति, ताम्रपात्रमपि नास्ति पाकस्य कृते, अतः तादृश आवश्यकता एव न भवति. महोदय परन्तु ईयं पूसर्तुं पालयतु वा. ईयं पूषर् तदेव, लेड् किल, लेड् केवलम् एतत् लेड् पञ्चाशत् वर्षीयाः भवन्ति चेत् ते एव स्मरन्ति, अन्यथा ततोपि निम्नवयस्काः न जानन्ति एतत् सर्वम्. अस्तु अग्रे. क्वचित् वक्रप्रसादितकापपक्षान्, क्वचित् वक्रप्रसादितकापपक्षान्. अस्तु. मदव्याघूर्णितशोणनयनान्, तत्र मदेन तत्र रक्तमयी रक्तमयं नेत्रं, सपारस्परिककण्ठग्रहं पर्यटतः, तत्र परस्परं कण्ठग्रहं, अत्र किञ्चित् यौवन युवकाः भवन्ति चेत् ते तदपि कुर्वन्ति, कण्ठग्रहं पर्यटतः परस्परं स्नेहेन वर्तन्ते खलु, तथापि गच्छन्ति इति. इतोपि अग्रे किञ्चित् अन्येन पठ्यते किम्? अस्तु महोदय, अहं पठामि. क्वचिद् वक्रप्रसारित किल किं कि प्रसादित काकपक्षान् मन्द व्याघूर्णि अभवत्, अस्तु, यौवनचुम्बितशरीरान् सौन्दर्यगर्वभारेणेव मन्दगतीन् नवरताक्षिप्तकुसुमेषु बाणैरिव कुसुमैर्भूषितान् वसनातिरोहिताङ्गच्छटान् विविधपटवासितानपि चिरास्नान स्नान महामलिन महोत्कट स्वेदपूतिगन्ध प्रकटीकृत अस्पृश्यतान् यवनयुवकान्. पश्यति वा किमपि अस्ति अत्र? इदानीम् अर्थं वदतु तत्पूर्वतनभागस्य. तद् बहु सुलभः एव अस्ति, तत्र केवलं केचन सूदानां वर्णनमिति अनन्तरम् अपि अभवत्, यौवनचुम्बितशरीरान् इत्युक्ते इदानीं युवकान् इति भवति. अनन्तरं स्वसौन्दर्यगर्वभारेण मन्द मन्द मन्दं सन्ति, कुसुमैः भूषिताः सन्ति, अङ्गच्छटान् वसन तिरोहित अङ्गच्छटान् इति इत्युक्ते किं? वसनतिरोहितान् वसनातिरोहित इत्युक्ते वस्त्रेण तेषाम् अङ्गानि युवकाः भवन्ति चेदपि तत्र आवृताः सन्ति, वस्त्रावृताः सन्ति ते, तादृशान् तावदेव. अपि च नानाविधैः किं वदामि, पटवासैः इत्युक्ते कौशेयवस्त्रं खलु पटवासः इत्युक्ते, वासितानापि चिर स्नान इति भाति, चिर स्नान एव, स्नानं न कृतवन्ति कृतवन्तः स्नानमेव न कृतवन्तः, अत्यधिककालेन देहनिर्णेजनेन महामलिनः सन्ति, महोत्कट स्वेदपूतिगन्ध स्वेदेन गन्धेन प्रकटीकृत अस्पृश्यतान् यवनयुवकान् स अदृश्यत् प्रायः. इति इतोपि वाक्यद्वयं भवती पठति चेत् अग्रे विवेकः, अनन्तरं संध्या. क्वचित् अहो दुर्गमता महाराष्ट्रवेशस्य, अहो महाराष्ट्रदेशस्य, अहो दुराधर्षता महाराष्ट्राणाम्, अहो वीरता शिववीरस्य, अहो निर्भयता एतत्सेनानीनाम्, अहो त्वरितगतिरेतद् घोटकानाम्, आहा किं कथयामः इति आश्चर्येण कुतूहलेन एतावता वदन्ति. महाराष्ट्रदेशस्य दुर्गमता अस्ति प्रवेशः, अपि च महाराष्ट्रस्य महाराष्ट्रप्रदेशः दुर्गमः, दुर्गमस्य जना जना वीराः सन्ति, शिववीरः तु बहु अत्यधिकवीरः अस्ति, तस्य वीरतां पश्य, एते सेनानिन्यः भयं न प्रकटयन्ति, ते निर्भयता, तेषां निर्भयता अस्ति इति. घोटकानाम् इति किम्? तदेव टीकायां पश्यतु. अस्य अश्वः. ओ अस्ति, ओ अस्तु. घोटका इति अश्वः, त्वरितगतिः एतद् घोटकानाम्. अस्तु अस्तु. तेषां गतिः बहु वेगेन धावन्ति इति, त्वरितगतकान् घोटकान् पश्यति. वयं किं किं कथयामः इति तदेव बहु आश्चर्येन. भवान् पठति किम्? त्वयि दृष्ट्वा एव चमत्कारं शुभवीरचन्द्र चन्द्रहासस्य न वयं पारयामः धैर्यं धैर्यं धर्तुं धर्तुं न च न च शक्नुमः युद्धस्थाने स्थातुं. कः नाम द्विषीरा द्विषीरा यः शिवेन योद्धुं गच्छेत्? कः च नाम कश्च नाम द्विपृष्टः यः तत् भटैरपि चलालापं विदधायत्? वयं विदध्यात् वयं बलिनः, अस्माकिना महती सेना, तथा अपि न जानीमः किम् इति. कम्पत इव क्षुभ्यतीव च हृदयम्. एतावत्पर्यन्तम् अर्थं वदतु. अत्र तेपि शिवराजस्य विषये भयं प्रकटयन्ति, तस्य वीरतामेव प्रशंसन्ति. अत्र पश्यतु, दृष्ट्वा एव चमत्कारं शिववीरचन्द्रहासस्य न वयं अस्तु. इत्युक्ते चन्द्रहासः इत्युक्ते खड्गः. शिवराजस्य खड्गं दृष्ट्वा एव वयं तस्य खड्गस्य चमत्कारं तत् दृष्ट्वा एव वयं धैर्यं धर्तुं न पारयामः. इत्युक्ते तद्दृष्ट्वा एव अस्माकं धैर्यं गच्छति इति. युद्धस्थाने स्थातुं न शक्नुमः. अग्रे अग्रे अग्रे पश्यतु. कः नाम द्विषिरा यः शिवेन योद्धुं गच्छेत्? द्विषिरा इत्यस्य अर्थः द्विशीर्षः भवति इत्येव. यतः तस्य सर्वत्र दृष्ट्वा सर्वतोमुखः भूत्वा सवान् सः युद्धं कर्तुं शक्नोति इति कारणात् द्विशिरा. यः तादृशवीरः अपि शिवेन सह योद्धुं कर्तुं न शक्नोति इति. द्विपृष्टः, तदपि द्विपृष्टः. द्विपृष्टः इत्युक्ते द्विवारं पृष्टः चेदपि. को नाम तद्भटैरपि छलालापं विदध्यात् इति. तर्हि कस्य धैर्यमस्ति इति. बलिनः, अस्माकं महती सेना अस्ति, तथापि न जानीमः किम् इति. कम्पत इव कम्पते इव क्षिभति इव हृदयम्. अस्माकं हृदयं तथा भवति इति. अग्रे सन्ध्या भगिनी भवती पठति किम्? यवनानां पराजयो भविष्यति, अपजलखानो विनक्ष्यति इति विनङ्क्ष्यति इति न विद्मः को जपतीव कर्णे, लिखतीव सम्मुखे, क्षिपतीव चान्तःकरणे. आत्मा भोः मैवं स्यात्, रक्ष भोः, रक्ष जगदीश्वर. अथवा संबोभवीति तं तमामेवमपि. संभोवीति तमाम् एव एवम् अपि इति. तमाम् एवम् अपि. योऽयम् अबजलखानः सेनापतिपदविडम्बनोऽपि शिवेन योत्स्ये हनिष्यामि ग्रहीष्यामि वा इति सप्रौढि विजयपुराधीशमहासभायां प्रतिज्ञाय समायातोऽपि शिवप्रतापञ्च विदन्नपि अद्य नृत्यम् अद्य गानम् अद्य लास्यम् अद्य मद्यम् अद्य वाराङ्गना अद्य भ्रूकुंसकः अद्य वीणावादनम् इति स्वच्छन्दैरुच्छृङ्खलाचरणैर्दिनानि गमयति. गमयति एते सैनिकाः एतत् सर्वं शिवराजस्य विषयं दृष्ट्वा अपि ये किं किं वदति इति पश्यतु. इदानीं तस्य सङ्ग्रहरूपेण वदतु भगिनि. आम्, इदानीं अफजल् खानः एतत् सर्वं शिवराजस्य धैर्यं पराक्रमम् इत्यादिकं जानन् अपि तत्र यवनानां पराजयः भविष्यति इति जानन् अपि अफजल् खानः विनङ्क्षति इति न विद्मः. को जपतीव कर्णे लिखतीव सम्मुखे क्षिपतीव चान्तःकरणे. तर्हि एतद् भवति इति कः कर्णे वदति लिखत् कः सम्मुखे लिखति कः अन्तःकरणे क्षिपति इव वयं न जानीमः, किन्तु तथा भवति इति दृश्यते. कः कर्णे जपति, कः सम्मुखे लिखति, कः अन्तःकरणे क्षिपति इव वयं न विद्मः. अत्र अभजलकान्ह विनक्षति. तर्हि एतादृशं मा भूत् इत्येव रक्ष रक्ष भोः रक्ष जगदीश्वर इति, अथवा सम्भो भवीति इत्युक्ते निश्चयेन भवति इति इत्येव. अत्र कश्चन विषयः भवति, विजयते तरां विजयते तमाम् इति क्रियापदात् अनन्तरं तरां तमाम् इति रूपाणि भवन्ति. तत् किं वदति इति किञ्चित् टीकायां पश्यामः. अनन्तरं तस्य विषये व्याकरणविशेषः अस्ति, तत् अग्रिमसप्ताहे वदामि. इदानीं समयः अपि अतीतः, केवलं तस्य सङ्ग्रहार्थं वदतु, वयं विरमामः अनन्तरम्. अत्र केवलं वर्तमानसामीप्य वर्तमानाद्वा इति लट् इत्येव वर्तमानसामीप्ये भवति इति अथवा वर्तमाने भवति इति. अतः तत् योऽयम् आपजलकानः किमिति उक्तं भवत्या? न, एतत् भवति इति सम्भो भवीति तमाम् एवम् एवम् अस्ति अपि अफजल् खानः किं करोति इति चेत् शिवेन सह युद्धं करोमि, तं हन्मि, तं गृहीत्वा गृहीष्यामि इति वा वदति. अत्र सप्रौढि इति किं महोदय? किमिति सप्रौढि? सप्रौढि इति नपुंसकलिङ्गे अस्ति. सप्रौढी इत्युक्ते गर्वेण इति अहं चिन्तयामि. पश्यामः अत्र तथा उक्त्वा विजयपुराधीशस्य सभायाम् इति तत्र नास्ति, न दत्तं खलु सप्रौढी. अस्तु, अहं चिन्तयामि अहङ्कारेण सह इति, अनन्तरं पश्यामि. इदानीं वाक्यं पूर्णं करोतु. अनन्तरं सप्रौढि तथा वदन् अहं गर्वेण उक्त्वा इति अफजलखानः शिवप्रतापं च विन्दन् अपि इत्युक्ते जानन् अपि अद्य एतादृशं सर्वं तत्र कार्यक्रमं स्थापितवान् इति स्वच्छन्दैः उच्छृङ्खलाचरणैः दिनानि गमयति इति एते जनाः तद्विषये विलापं कुर्वन्ति. अस्तु, उच्छृङ्खला इत्यस्य बहु सम्यक् अस्ति प्रयोगः. शृङ्खला अस्ति चेत् बन्धनं भवति. उच्छृङ्खला इत्युक्ते शृङ्खलां भित्त्वा आगच्छति चेत् स्वातन्त्र्यम् इति. अफजलखानः तथा व्यवहरति इति एतत् सर्वं जानन्नपि एवं गर्वेण उक्त्वा एवमेव कालहरणं करोति गानं लास्यं मद्यम् इत्यादीनां विषये. अतः वीराणामेव अभिप्रायः अफजनकालस्य विषये एतादृश अभिप्रायः. ते सर्वे बहु भयेनैव सन्ति इदानीं शिवराजस्य वीरपराक्रमादिकं श्रुत्वा, परन्तु एषः एवमस्ति इत्येव तेषां वेदना तावदेव. अस्तु इदानीं भवन्तः किं वदन्ति? सुधा भगिनी अस्ति किं वर्गे? आम् आं महोदय, ये किञ्चिदपि तत्र स्वरः एव न आगतः, अतः अहं न ज्ञातवती भवती अस्ति वा न वा इति. पठितुम् इच्छति किं वाक्यद्वयं? पठतु, तदनन्तरं विरमामः. चित्रे न दृश्यते अत्र, अतः मया न अवगम्यते अपि. न च यः कदापि विचारयति यत् कदाचित् पन्थिभिः प्रचिता काचन एव प्रेषिता, काचन काचन वारवधूरेव मामासवेन सह विषं पाययेत्, कोऽपि नटः एव ताम्बूलेन सह गरलं ग्रासयेत्, कोऽपि गायकः एव वा वीणया सह खड्गमानीय खण्डये इत्यादि, ध्रुव एव तस्य विनाशः, ध्रुवमेव पतनं, ध्रुवमेव च पशुमारं मरणं. तत् न वयं तेन सह जीवनं रत्नं हारयिष्यामः इति व्याहरतः इतरांश. अस्तु अस्तु, आगतं खलु अत्र, सुलभः एव वर्तते. तत् अभजनकालस्य विषये तदुक्त्वा कदाचित् परिपन्थिभिः शत्रुभिः प्रेषिता काचन वारवधूः एव, वारवधूः इत्युक्ते केचन गडिका स्त्री, आसवेन सह विषं पाययेत् इति. आसवः इत्युक्ते फलरसः वा कि मध्यं वा भवति, तेन सह विषं पाययेत्. अतः नटः एव आगत्य, यतः अभजनकालस्य व्यवहारः इदानीं सङ्गीतं नृत्यं वाद्यं मद्यम् इत्यादि एव अस्ति खलु, अतः तादृशनटः वा वारस्त्री वा एवं गरलम् इत्युक्ते विषं ग्रासयत्, गायकः वा वीणया सह खड्गमानीय खण्डयत्, अतः तस्य विनाशः निश्चयं, पतनं निश्चयं, पशुमारं मरणम् अपि निश्चयम् इति ते सर्वे व्याहरतः केचन तथा व्याहरन्तः सन्ति. अनन्तरम् इतराः किं वदन्ति इति अग्रिमसप्ताहे पश्यामः. अस्तु, इदानीं तु प्रश्नः भवतः भवताम् अभिप्रायः कः, विरामं दिनानि इच्छन्ति वा अथवा एवमेव अनुवर्तयामः वा किं? डिसेम्बर् मासे जनाः